धन्यवादः भगिनि. अस्तु, आरम्भामहे. अद्यतनविषयः अस्ति तत्र एकषड्नवतमे पुटे सत्यं खलु, सप्रकारकज्ञानप्रभेदाः इति विषयः. प्राप्तम्? राजेन्द्रमहोदय पठितुमिच्छति वा आरम्भतः? आम् महोदय, पठामि. सप्रकारकज्ञानप्रभेदाः, अत्रैव सप्रकारकज्ञानप्रभेदाः निरूप्यन्ते. प्रथमं, तत्रादौ विशिष्टज्ञानं घटनिष्ठप्रकारतानिरूपितभूतलनिष्ठविशेषतानिरूपकं ज्ञानं भूतलं घटवत् इति. अत्र सप्रकारकज्ञानं प्रभेदाः सन्ति. तत् तत्र तस्य निरूपणम् अत्र भवति. आदौ तु विशिष्टज्ञानस्य कृते विषये तत् घटनिष्ठप्रकारतानिरूपितभूतलनिष्ठविशेषतानिरूपकं ज्ञानं भूतलं घटवत्. अत्र हि एकं विशेषम् एकः प्रकारः. अत्र तु किमपि न अस्ति, अत्र तु चित्रमस्ति, तत् भूतलं घटवत् तत् अस्ति. तत् भूतले विशेषता अस्ति, घटे प्रकारता अस्ति, तत्र संयोगः अस्ति, भूतलघटयोः संयोगः, संसर्गता अस्ति, ज्ञानं विशेषता, ज्ञाने विशेषता, विशेषता अस्ति अस्ति अस्मिन् सन्दर्भे. तत्र प्रभेदाः इत्युक्ते किं? प्रभेदाः सप्रकारज्ञानं तत् किञ्चित् अग्रे यथा आगच्छति तत् अन्यत् भेदाः तत् सन्ति. तत् सप्रकारज्ञानस्य विषये एकं तु विशिष्टज्ञानं घटनिष्ठप्रकारतानिरूपित भूतलनिष्ठविशेषतानिरूपं ज्ञानम् अग्रे आगच्छति. संशयः अपि च सामुच्य अथवा च समूहालम्बन स्वभावः यः ये सप्रकारज्ञानप्रभेदाः सन्ति ते सर्वे. प्रभेदः इत्युक्ते विभागाः, विभागाः आम् भिन्नभिन्न भिन्नभिन्न सप्रकारकज्ञान. अस्तु, प्रथमं तु यथा भवता उक्तं भूतलं घटवत् इति उदाहरणे एकं विशेष्यम्, एकः विशेषः, एकः विशेषणं, प्रकारता अस्ति, संसर्गता अस्ति, विशेषता अस्ति, ज्ञानं भवति साधु इति वयं जानीमः, बहु पूर्वं पठितवन्तः. अस्मिन् परिच्छेदे प्रश्नः अस्ति वा? न महोदय. अस्तु साधु, पुरातन अग्रे पठतु कृपया, संशय भवानेव पठतु. अस्तु महोदय. संशयस्वभावः, संशयः द्वितीयः इदमपि विशिष्टज्ञानं, वक्ष्यमाणानि समुच्चयादीनि अपि तथैव, परन्तु प्रकारतादिभेदात् संज्ञाविशेषकरणं तदत्र तत्र संशयः पर्वतः मन्यमान् न वा इति आकारकः. अत्र वाक्ये ञ् अभावः अर्थः, स च अभावः वह्निः पदप्रयोगात् वह्नियर् एव, तथा च ज्ञाने अस्मिन् पर्वतः विशेषः वह्निः वह्नि अभावः एतौ प्रकारौ. तत्र वाक्ये वा इति पदप्रयोगः अपि भवति, तस्य प्रयोगः तत्रैव भवति यत्र वाक्ये विद्यमानयोः पदयोः योः अर्थौ तयोर्मध्ये एक एव कश्चित् भवेत्. नौभौ एक एव भवति इति श्रुत्वा झटिति प्रतियोगिता निरूपणाय निरूपितः विरोधः परिस्फुरति. सः विरोधः कयोः इति आकाङ्क्षायां तद् बोधकपदस्त्वेन वह्नि वह्नि अभावयोः विरोधः इति ज्ञायते. अस्तु, द्वितीयविधज्ञान अस्ति संशयः. अत्र किमस्ति, तत्र वक्ष्यमाण अग्रे गत्वा समुच्चयादीनि अपि विषये अपि तत् वक्तव्यं भवति, परन्तु इदानीं तु अस्मिन् परिच्छेदे तु संशयः अभावः, संशयस्य अभावः कः कीदृशी अस्ति तत् तस्मिन् विषये एव अत्र प्रवर्तमाना अस्ति. परन्तु प्रकारतादिभेदात् संज्ञाविशेष विशेषकरणं तत् संशय अत्र प्रकारता प्रकारतायाः भेदः अस्ति, तत् कारणात् तत् भिन्नभिन्ननामानि तस्मिन् तत्र अस्ति. संशयः यथा पर्वतावह्निमान् न वा, यथा प्रश्नः उदेति यत् पर्वतावह्निमान् अस्ति वा न न अति अकारक तत् किञ्चित् संशयः तत् अभावः अस्ति वा तत् अपि च अभावः अपि भवति वा तत् कोऽपि संशयः उदेति तादृशी ज्ञानः संशयस्य अभावः. अत्र वाक्ये ञ् अभावः अर्थः, स च अभावः वह्निपदप्रयोगात् वह्निर् एव, वह्नि तत्र पर्वते वह्नि अस्ति वा न अस्ति वा तत् यः तत् अभावः यः अस्ति सः वह्निः एव अभावः अस्ति. महोदय तत्र पूर्वस्मिन् वाक्ये परन्तु प्रकारतादिभेदात् संज्ञाविशेषकरणं तस्य वाक्यस्य अर्थं किम्? तत्र प्रकारता प्रकारता इत्युक्ते विशेषण वह्निः अस्ति अथवा वह्निः अभावः अस्ति तत् तत् कारणात् तत् प्रकारता भेदः तस्मिन् अस्ति, तत् भिन्न भिन्न नामानि तस्य संज्ञा अस्ति तस्मिन् कृते. वस्तुतः अत्र समुच्चयः अस्ति संशयः अस्ति द्वौ अपि विशिष्टज्ञानमेव, किन्तु तयोः मध्ये प्रकारता भेदः अस्ति, तदर्थं भिन्नसंज्ञा, एकं संशयः एकः समुच्चयः, तादृशसंज्ञाविशेषकरणं भिन्नसंज्ञा. यतोहि तयोः मध्ये अग्रे आगच्छति समुच्चयविषये भिन्नप्रकारता, अत्र भिन्नप्रकारता. अस्तु महोदय. अपि च अत्र नञ् अभावः, नञ् इत्युक्ते किं? यत् न अस्ति तत्र अभावः, यत् अभावः तत् यथा संशय पर्वते पर्वतः वह्निमान् न वा इति अकारकः, तत्र पर्वते वह्निः अस्ति वा न अस्ति वा न अस्ति तस्य तत्र संशयः अस्ति, संशय विशेषज्ञानम् अस्ति तत् नञ् अथवा अतः नकारात्मकः तत्र अस्ति, तत् अभावः वदामः. स च अभावः वह्निपदप्रयोगात् वह्निर् एव, यथा वह्नि उदाहरणे तथा चिन्तयामः तत्र वह्ने एव एव तत् अस्ति, अपि च अभावः अपि वह्निः एव अस्ति वह्निः अभावः एव अस्ति, तथा च ज्ञाने अस्मिन् पर्वतः विशेषः. अहम् इदानीम् अस्मिन् सन्दर्भे किमस्ति, पर्वतावह्निमान् न वा यथा वदामः तत् पर्वतः तु विशेषः अस्ति, तत् वह्निप्रकारता एकदृशी प्रकारता अस्ति, वह्नि अभावः प्रकारता अस्ति, वह्नि अस्ति अथवा न अस्ति, वह्नि अभावः अस्ति, तत् प्रकारता द्वयं तत् वर्तते. तत्र वाक्ये वा इति वाक्ये यथा वा शब्दप्रयोगः कुर्मश्चेत् तत् पदप्रयोगः अपि तत् भवति, यथा वा शब्दस्य प्रयोगेन तत्र भवति तत्र वह्निः अस्ति वा अथवा वह्निः अभावः अस्ति, तत्र द्विविधप्रकारता अस्ति, एकस्मिन् समये एकमेव भवति तत्र तत्रैव भवति यत्र वाक्ये विद्यमानयोः पदयोः यो अर्थौ तत् तयोर्मध्ये एक एव कश्चित् भवेत् न अभव ध्वल, यथा तत्र वा शब्दस्य प्रयोगं कुर्मः तत्र एकम् एव तत् प्रकारता अस्ति, एकमेव विधप्रकारता अस्ति, उभौ तत्र प्रकारता न सन्ति, वह्निः अस्ति अथवा वा वह्नि अभावः अस्ति तत् कीदृशप्रकारता तत्र एकमेव एकस्मिन् समये भवति एक एव भवति इति श्रुत्वा झटिति तत्र प्रतियोगिता निरूपणाय निरूपितः विरोधः परिस्फुरति अत्र तु यथा चिन्तयामः वह्नि अथवा वह्नि वा वह्नि अभावः अस्ति तत् प्रतियोगिता अस्ति यथा वह्नि अभावे वह्नि अभावः एव प्रतियोगिता अस्ति वह्ने विषये प्रकारतया तत् वह्ने एव प्रतियोगी अस्ति अपि च वह्नि अभावः अस्ति वह्नि अनियोगे अस्ति अपि च वह्नि अभावः तत्र वह्ने विषये तत् वह्नि अभावः अनियोगे अस्ति तस्य परस्पर विरोधः भवति तत् सः तादृशचिन्तनं स्फुरति तत्र यथा तत्र वह्नि अस्ति वा न अस्ति वा तत् वह्नि अभावः अस्ति वा तत् तस्मिन् विरोधः अस्ति सः विरोधः कयोः इति आकाङ्क्षया तद् बोधकपदस्त्वेन वह्नि वह्नि अभावयोः विरोधः इति ज्ञायते तत्र यथा तत्र आकाङ्क्षा तत् आगच्छति तत्र वह्नि वह्नि अभावयोः तत् विरोधः अस्ति इति अस्माभिः ज्ञायते तत्र वह्नि अभावविषये प्रतियोगी कः वह्नि अभावविषये वह्नि अभावः प्रतियोगी वह्नि अनुयोगी न विपरीतं वह्नि अभावः वह्नि प्रतियोगी न वा यस्य आनयनेन अभावः नश्यति सः प्रतियोगी वह्नेः आनयनेन वह्नि अभावः नश्यति खलु आमाम् आम् तर्हि वह्ने प्रतियोगिता अस्ति वह्नेः प्रतियोगिता वह्नौ प्रतियोगिता वह्नि अभावे वह्नि अभावः अनुयोगी खलु तत्र एक एव भवति इति श्रुत्वा झटिति यथा प्रतियोगितानिरूपसमये विरोधः इति वयं जानीमः कयोः विरोधः प्रतियोगी अनियोगी तयोः विरोधः अस्ति ओ अत्र विरोधः अस्ति किमर्थम् एकः एव भवति न तु द्वौ पह्नि भवति अथवा पह्नि अभावः भवति तयोः विरोधः अस्ति कीदृशविरोधः सहानवस्था नास्ति एकः अस्ति चेत् अन्यः न भवेत् तादृशविरोधः अस्ति तस्मात् सः विरोधः कयोः इति प्रश्ने पृष्टे तद् बोधक तद् इति किं तद् बोधकपदसत्त्वेन तद् इत्युक्ते किं हा वह्निबोधकपदेन वह्नेः अभावः वा वह्नि एव तयोः विरोधः इति आगच्छति सर्वैः बुद्धं वा एकः एव प्रश्नः तत्र वयं पर्वतः वह्निमान् इति यदा अनुमानं कुर्मः तत्र अनुमानज्ञानमपि आगच्छति किल अनन्तरं वह्नेः अभावः एव संशयः वा तदपि अनुमानमस्ति अनन्तरं संशयः अपि अस्ति वा प्रश्नः समीचीनमस्ति अत्र अनुमानं नास्ति केवलं प्रत्यक्षं केवलं प्रत्यक्षेन वह्नि अस्ति वा नास्ति वा इति प्रश्नः अत्र उदाहरणे तथा न ज्ञातुं शक्नुमः किं किं का स्थितिः इति प्रत्यक्षः भवेत् नो चेत् वर्गे उक्तम् एकः अस्ति यः अनुमाने तस्य आदरं नास्ति यः अनुमानं न स्वीकरोति यथा ते महोदय रजन् द्रोणमहोदय उक्तवान् ये चार्वाकाः सन्ति चार्वाकाः ते केवलं प्रत्यक्षं स्वीकुर्वन्ति तर्हि इत्युक्ते किं चार्वाकाः केवलं किं वदामि केवलं भोगं भोगः भवेत् अस्ति ते किं वदन्ति ऋणं स्वीकृत्य घृतं पिबतु इति borrow money but have ghee. Tesham tesham matam. Capitalist ideology. Capitalist ideology. तथा भोगबुद्धिः ये केवलं प्रत्यक्षं विना किमपि न स्वीकुर्वन्ति ते वक्तुं शक्नुवन्ति ओ वह्नि अस्ति वा नास्ति वा अत्र अनुमानं वा शब्दबोधम् इति प्रायः न भवति प्रत्यक्षमेव महोदय द्रोणमहोदय उदाहरणं दत्तवान् रात्रौ कोऽपि स्थाणुः तत्र क्लासिकल् उदाहरणम् अस्ति स्थाणुर्वा पुरुषो वा इति एकः पोस्ट् अस्ति स्थाणुः अस्ति पोस्ट् रात्रौ सम्यक् न दृश्यते तस्य परिमाणं पुरुषः एव परिमाणं कोऽपि तत् पश्यति ओ पुरुषः वा न वा इति संशयः तस्य मनसि आगच्छति समीपं गत्वा अथवा प्रकाशं प्राप्य ओहो स्थाणु अस्ति पुरुषः वा इति उत्तरं प्राप्नोति तदा तत्पर्यन्तं किं तत्पर्यन्तं संशयः अस्ति इति अन्यद् उदाहरणमस्ति यत्र यत्र केवलं प्रत्यक्षं रज्जु अस्ति वा सर्प अस्ति तदपि भवितुं शक्नोति यदि प्रकाश अस्ति तदपि पश्यामः एतत् रज्जु अस्ति न तु सर्प अस्ति तद् संशयः अस्ति रज्जु वा सर्प अपि च महोदय महोदयेन यथा उक्तवान् सप्रकारकज्ञानं प्रत्यक्षे एव अस्ति अन्यत् अन्यत् नास्ति अग्रे आगच्छति यद्भवती पृष्टवती तद् अग्रे आगच्छति एव अस्तु राजेन्द्रमहो समापयति वा एषः अग्रिमं परिच्छेदम् अपि निरूपणसौकर्याय महोदय पठामि निरूपणसौकर्याय संशयबोधकवाक्यम् आदाय ज्ञानस्य स्वभावः वर्णितः परन्तु शब्दात् परमार्शात् वा नैवविधं ज्ञानं जायते किन्तु इन्द्रियेण एव इति नव्यन्यायिकानां मतम् तत्तु उद्ग्रन्थेभ्यः अवगन्तव्यं तथा अत्र यथा पूर्वं पूर्वस्मिन् परिच्छेदे आसीत् प्रतियोगिता निरूपणाय निरूपितः तत्र विरोधः परिस्फुरति निरूपणसौकर्याय तत् संशयबोधकवाक्यम् आदाय ज्ञानस्य स्वभावः वर्णितः तत् निरूपण प्रतियोगी अनुयोगी तत्र विचारः आगच्छति तत्र किञ्चित् विरोधः परिस्फुरति तत् संशयबोधकवाक्यम् आदाय ज्ञानस्य स्वभावः वर्णितः पूर्वस्मिन् परिच्छेदे परन्तु शब्दात् परामर्शात् शब्दात् परामर्शात् इत्युक्ते परामर्शात् इत्युक्ते महोदय अनुमितिः सत्यं शब्दात् परामर्शात् वा नैव इदं ज्ञानं जायते यथा ज्ञानं जायते संशय यत् अस्माकं विषयः अस्ति संशयस्वभावः शब्दात् अपि च अनुमिति ज्ञाने ज्ञानस्य तत्र ईदृश ज्ञानं न जायते किन्तु इन्द्रियेण एव संशयस्वभावः इन्द्रियेण एव जायते इति नव्यन्यायिकानां मतं नव्यन्यायिकानां मतं तादृशी अस्ति ईदृशी ज्ञानं परमार्शात् अपि च शब्दात् न जायते महोदय पुरातननन्यायिकाः किं वदन्ति उक्तं वर्गे प्रायः न जानामि न जानामि त तत्तु उद्ग्रन्थेभ्यः अवगन्तम्। उद्ग्रन्थेभ्यः इत्युक्ते मूलग्रन्थे न न प्रगतः मोडर्न् ग्रन्थेभ्यः। ओके अस्तु अस्तु प्रगतः इति वर्गे उक्तं प्रगता ये जनाः सन्ति तस्मात् तेभ्यः गन्तव्यं तेभ्यः अवगन्तव्यं तेभ्यः पञ्चमी विभक्ति। अस्तु अस्तु अस्मिन् ग्रन्थे यत् मोडर्न् मोडर्न् मोडर्न् मोडर्न् मोडर्न् आधुनिक आधुनिक आधुनिक ग्रन्थेभ्यः अत्र चित्रम् अस्ति पर्वतः पर्वते विशेषता अस्ति एकदृशी प्रकारता अस्ति वह्निः अभावः द्वितीयविधप्रकारता अस्ति अत्र तु विरोधः अस्ति परस्परविरोधः अस्ति एकमेव भवितुम् अर्हति एकस्मिन् समये समये तत्र सः विरोधः संसर्गता तत् अस्ति विरोधः संसर्गता अस्ति प्रकारता द्वयम् अस्ति अत्र वह्नि अभावः द्विविधप्रकारता भवितुम् अर्हति विशेषता विशेषता एकमेव अस्ति पर्वते परन्तु अस्मिन् उदाहरणे तत् संसर्गता अस्ति विरोधः तत्र कीदृशी सम्बन्धः विरोधः तत्र संसर्गता अस्ति। तर्हि अत्र तत्पूर्वस्मिन् परिच्छेदे यत् लिखितं शब्दात् परामर्शः तस्मात् रमप्रिया भगिन्याः प्रश्नः उच्चरितः खलु अग्रे सरला भगिनी पठति वा एवञ्च अस्तु महोदय एवञ्च संशये पर्वतः विशेषविधया भासते वह्न्यभाव च प्रकारविधया भासते तयो विरोध संस्कारविधया सम्बन्धविधया भासते। अत्र यदि संशयः अस्ति अस्माकम् उदाहरणे ज्ञानस्य आकारः अस्ति पर्वत वहिनी मान् न वा अत्र एतस्मिन् ज्ञाने पर्वत भवति विशेष्य यथा चित्रे दत्तम् अस्ति तस्मिन् विशेषता अस्ति पर्वतविशेष एव भासते वह्नी अस्ति प्रकार अपि वह्न्याभाव तत् अपि अन्यप्रकारः अस्ति सो एकविध वह्नी प्रकारता अस्ति द्वितीय वह्न्याभावनिष्ठप्रकारता अस्ति सो द्वे प्रकारता अत्र पश्यामः तयोः विरोध संस्कृता संस्कारविधया सम्बन्धविधया भासते इदानीं यः संसर्गः अस्ति संसर्गः सः विरोधनिष्ठसंस्कारता अस्ति सा यः विरोधः अस्ति वह्नी अपि वह्न्या अभावः द्वयोः मध्ये सो द्वे प्रकारते तयोः मध्ये यः विरोधः अस्ति तत् निष्ठसंस्कारता आगच्छति संशयविषयक ज्ञानं प्रति इति किञ्चित् भिन्नविषयः पूर्वं तथा न महोदय उक्तवान् यथा प्रकारता वह्निनिष्ठप्रकारता निरुपति पर्वतनिष्ठविशेषता तयोः मध्ये यः सम्बन्धः अस्ति संयोगसम्बन्धः तत् वृत्तिनियामकः अस्ति द्विनिष्ठः अस्ति तत् न भवति विरोधस्य कारणम् अपि यः वह्न्याभावनिष्ठप्रकारता पर्वतनिष्ठविशेषता तयोः मध्ये यः स्वरूपसम्बन्धः अस्ति तत् अपि द्विनिष्ठः अस्ति प्रकारता विशेषतां निरूप्यते विशेषता प्रकारतां निरूप्यते किन्तु द्वौ प्रकार ये द्वे प्रकारते स्तः अत्र तयोः मध्ये विरोधः अस्ति तत् विरोधस्य नाम अस्ति विरोधनिष्ठया सम्बन्धः अस्ति विरोधस्य सम्बन्धः तत् तत्र अस्ति संस्कृता संस्कृता संयोगनिष्ठसंस्कृता तस्य कोऽपि सम्बन्धः नास्ति संशयात्मक ज्ञाने पर्वतवह्न्योः मध्ये संयोगः अस्ति, किन्तु अत्र तत् संसर्गता नास्ति. संसर्गता अत्र विरोधभावे अस्ति, विरोधनष्ट अस्ति इति मुख्यविशेषः. अन्यत्र तथा नास्ति, केवलं संशयज्ञाने संसर्गता विरोधे अस्ति. तद् एतद् प्रतियोगी अनियोगी इत्यपि स्वीकर्तुं शक्नुमः किल, यदा वन्नि अभावः इति अनियोगी यस्मिन् प्रकारता अस्ति, वन्निः इति प्रतियोगी यस्मिन् अपि प्रकारता अस्ति, द्वयोः मध्ये विरोधः अनियोगी प्रतियोगी मध्ये, तत्र संसर्गता इति सम्बन्धविद सम्बन्धः अस्ति इति. यतोहि एकः एव भवेत् सः यत्र सम्यक् ज्ञानं भवति तत्र वह्नि अस्ति अथवा वह्नि अभावः अस्ति. एकबिन्दुः विशेष एकमे एव, तस्मिन् द्वे भिन्नौ प्रकारता अस्ति, तयो मध्ये प्रतियोगी अनियोगी अभावः अस्ति संशयात्मकानि ज्ञाने, तत् विरोधः अस्ति तत्र. किमर्थम् इत्युक्ते अत्र एतत् शरः यद् दत्तमस्ति तद् यदा वयं पश्यामः एतद् सहानावस्था वन्य अभावः अपि भवेत् वह्निः अपि भवेत् इति दृश्यते, परन्तु यदा प्रतियोगी अनियोगी इति स्वीकुर्मः चेत् तत्र किञ्चित् वयम् अवगन्तुं शक्नुमः किल. अग्रे सरला भगिनी, यद्यपि भूतलं घटवत् इत्यादि ज्ञानेषु संस्कारता प्रकारता विशेषताभ्यां निरूपिता भवति, न क्वापि संस्कारता प्रकारताभ्याम् एव निरूप्यते, तथापि अयमेव संशयस्य विशेषः यत् तस्य प्रकारयोः वह्नि वह्न्यभावयोः विरोधरूपसम्बन्धसंस्कारः संसर्गः भवति, अतः तन्निष्ठसंस्कारता प्रकारताद्वयं प्रकारताद्वयनिरूपिता भवति इति न दोषः. इदानीं स्पष्टीकरणार्थं दत्तमस्ति, अस्माकं प्रथमं का रसप्रकारकज्ञानम् अस्ति भूतलं घटवत्, एतस्मिन् भूतलनिष्ठविषय विशेषता निरूपति घटनिष्ठप्रकारता द्वयोर्मध्ये संयोगसम्बन्धसंस्कारता अस्ति, परस्परं विशेषता प्रकारता संस्कारता तेषां मध्ये परस्परं निरूप्यनिरूपकभावः अस्ति, किन्तु अस्मिन् उदाहरणे वह्निमान् पर्वतवह्निमान् वा न वा तत्र संस्कारता द्वयो प्रकारता मध्ये यः वह्निनिष्ठप्रकारता अस्ति वा वह्न्यभावनिष्ठप्रकारता तयो मध्ये या संस्कारता विरोधनिष्ठसंस्कारता अस्ति तयो मध्ये संस्कारता अस्ति, ता संस्कारता द्वौ प्रकारौ द्वे प्रकारता ते निरूप्यते, अतः संशयविशेष तथापि अयमेव संशयस्य विशेषः यत् तस्य प्रकारयो वह्नि वह्नि अभावयो अभावयोः विरोधरूपसम्बन्धसंस्कारः भवति, अत्र यथा पूर्वम् उक्तवन्तः वह्निनिष्ठप्रकारता वह्नि अभावनिष्ठप्रकारता तयो मध्ये यः विरोधः अस्ति तत् अस्ति संस्कारस्य कारणं विषयस्य कारणं, तस्य विरोधः भवति ज्ञानस्य विषय अत्र तत् भवति विरोधनिष्ठसंस्कारता ज्ञानम् अत्र संशय ज्ञाने, अतः तन्निष्ठसंस्कारता प्रकारता द्वयनिरूपता भवति इति न दोषः. अत्र संस्कार संशयकज्ञाने या विरोधनिष्ठसंस्कारता अस्ति सा अस्ति प्रकारताद्वयं प्रकारताद्वा द्वाभ्यां निरूपितम् अस्ति. लक्ष्मीभगिनी अस्ति वा? आं महोदय, अधुना अस्मि अहम्. वयम् 170 इति तमे पुटे चतुर्थमे परिच्छेदे यद्यपि भूतलं घटवत्. अस्तु सरला भगिनी, अत्र यद्यपि भूतलं घटवत् इत्यादि ज्ञानेषु संसर्गता प्रकारता विशेष्यताभ्यां निरूपिता इत्युक्ते किम्? इत्युक्ते विशेषतानिष्ठसंस्कृता निरूपति, प्रकारतानिष्ठसंस्कृता निरूपति, संस्कृता अपि प्रकारतानिष्ठ घटनिष्ठप्रकारता निरूप्यति, भूतलं निष्ठविशेषता निरूपति, संयोगनिष्ठसंस्कृता ज्ञानम् अस्ति तत्र. परस्परं निरूपक अस्ति, किन्तु अस्मिन् वाक्ये अस्ति प्रकारता विशेषता द्वे संस्कृतां निरूप यथा भूतलनिष्ठविशेषता निरूपित, घटनिष्ठप्रकारता निरूपित, संसर्गता. अत्र संसर्गता काभ्यां निरूपिता इत्युक्ते प्रकारतया अपि च विशेष्यतया प्रकारता विशेष्यताभ्यां संसर्गता निरूपिता. न कुत्रापि संसर्गता प्रकारताभ्यां निरूप्यते. तत्र भूतलं घटवत् इति ज्ञाने संसर्गता प्रकारताभ्याम् एव न निरूप्यते. संसर्गता प्रकारता विशेषताभ्यां निरूपिता, किन्तु संशयविषये अयमेव विशेषः यत् प्रकारयोः इत्युक्ते वह्निवह्नि अभावयोः यः विरोधरूपः सम्बन्धः तत्रैव संसर्गता अस्ति. अत्र प्रकारता यथा भवती उक्तवती प्रकारता द्वाभ्यां निरूपिता संसर्गता, तादृशनिरूपिता संसर्गता भूतलं घटवत् इति ज्ञाने नास्ति इति अयं विशेषः संशयज्ञानस्य. संसर्गता केन निरूपिता, काभ्यां निरूपिता इत्युक्ते प्रकारता द्वाभ्यां निरूपिता, न तु अन्यस्मिन् स्थले प्रकारता विशेषताभ्यां. प्रश्न किम् अन्य उदाहरणे विशेषता अपि प्रकारताभ्यां संस्कृता निरूपते अस्ति अत्र द्वे भिन्नौ प्रकारताभ्यां निरूपते कदा अस्ति. इति मुख्य भेदः संशयस्य विशेषः यत् अस्ति इति विरोधरूपः संसर्गः भवति इति मुख्यविशेषः. अस्तु अग्रे किं रमप्रिया भगिनी पठति वा समुच्चयः? आम्. समुच्चयः संशयान् अन्यः. तृतीयबिन्दुः एवमेव भाव अभावप्रकारद्वयसत्त्वे अपि प्रकारयोः यदा विरोधः न भवति तदा तत् ज्ञानं समुच्चयः. तृतीयप्रकारक प्रभेदः तृतीय सप्रकारकज्ञानप्रभेदः अस्ति तत्र. समुच्चयः संशयान् संशयात् अन्यपदार्थः अन्यः इति दत्तमस्ति. तत्र भाव अभावप्रकारद्वयसत्त्वे अपि अस्तु भाव अभावप्रकारद्वयं सत्त्वे अपि प्रकारयोः यदा विरोधः न भवति. ओ अस्तु, अस्मिन् संशयस्थले वयं दृष्टवन्तः यदा भाव अभाव द्वयोः मध्ये विरोधः अस्ति इति, यदा विरोधः न भवति तद् ज्ञानं समुच्चयः. तद् बोधकवाक्ये अपि समुच्चयार्थचकारप्रयोगः भवति. महानसं वह्निमत् वह्नि अभाववच्च इति तद् आकारः. कस्मिंश्चित् कोणे महानसे वह्निः अस्ति, अन्यस्मिन् कोणे तत्रैव च वह्नि अभावौ अपि अस्ति इति तयोः विरोधम् इदं ज्ञानं न अवगाहते. प्रकारद्वयम् एका विशिष्यते इति संशयवद् एव मन्तव्यम्. अस्तु, यद् तद् बोधः इत्युक्ते संशयस्य समुच्चयस्य बोधः. तद् वाक्ये अपि समुच्चयार्थ चकारप्रयोगः भवति. वयं तु संशयस्य विषये वा इति दृष्टवन्तः, परन्तु समुच्चयस्य प्रयोगे चकारप्रयोगः भवति. तत्र महानसं वह्निमत् वह्नि अभावश्च इति दत्तमस्ति, तच्च एव चकारः सूचयति. वह्नि अभाववत् च इति दत्तमस्ति, चकारप्रयोगः. इत्युक्ते वह्निः अपि अस्ति यस्मिन् महानसे वह्निः अपि अस्ति, यस्मिन् वह्नि अभावः अपि अस्ति, द्वयोः अपि समुच्चयः, द्वयोः अपि सूचना अस्ति तत्र, सूचयति द्वयमपि. कस्मिंश्चित् कोणे महानसे वह्निः अस्ति, अन्यस्मिन् कोणे तत्रैव च वह्नि अभावो अपि अस्ति इति तयोः विरोधम् इदं ज्ञानं न अवगाहते. तत्र विरोधः नास्ति, यद्यपि तत्र एकस्मिन् कोणे महानसे वह्निः अस्ति, अन्यस्मिन् कोणे तु नास्ति एव, वह्नि अभावः अस्ति अतः. परन्तु तयोः मध्ये किमपि विरोधः नास्ति इत्युक्ते यदा विरोधः नास्ति इत्युक्ते किं वदामः, तत्र देशं भिन्नस्थले अस्ति इति, अतः द्वयोः मध्ये तत्र समानकाले भवितुम् अर्हति. यथा पूर्वस्मिन् संशयविषये सहनावस्था नास्ति, समानकाले अस्तित्वं नासीत्, अत्र समानकाले अस्तित्वम् अस्ति, भवितुमर्हति, तस्मात् विरोधः नास्ति, एका एव भवेत् इति भावना नास्ति. प्रकारद्वयम् एका विशेष्यता इति संशयवद्येव मन्तव्यम्. अत्र यद्यपि वह्निः वह्नि अभावः अस्ति, द्वयोः मध्ये विरोधः नास्ति चेदपि द्वयमपि वह्निः वह्नि अभावः द्वयमपि द्वयोः अपि प्रकारता तु अस्ति एव. एका विशेष्यता इति यदा वयं पर्वतः वह्निमान् इति स्थले दृष्टवन्तः, तादृशम् अत्र महानसे विशेष्यता अस्ति, विरोधः एव नास्ति. विरोधः नास्ति, प्रकारद्वयम् अपि च एका विशेष्यता अस्ति इति यथा संशयवत्, किन्तु तत्र प्रकारद्वयम् एकस्मिन् समये नासीत्, अत्र तथा भवति, विरोधः नास्ति. खलु, अत्र पूर्वस्मिन् वाक्ये तयोः विरोधम् इदं ज्ञानं न अवगाहते, तस्मिन् वाक्ये कर्तृपदं किम्? ज्ञानम् इति इदं ज्ञानं विरोधं, तयोः विरोधम् इदं ज्ञानं न अवगाहते, विरोधं न अवगाहते इति कर्तृपदम्, इदं ज्ञानम् इति कर्म. कर्म विपरीतम् इदं भवति ज्ञानं न अवगाहते, ज्ञानं विरोधं न अवगाहते, ज्ञानं विरोधं न प्रकटीक्रियते चकार प्रयोगात् विरोधं न अवगाहते. महोदय एकः संशयः अस्ति अत्र, ज्ञानम् इदं ज्ञानं न अवगाहते इत्युक्ते समुच्चयज्ञानं विरोधं न अवगाहते खलु, इत्युक्ते अत्र चत्वकारकज्ञानप्रभेदः इति शीर्षकः अस्ति. अतः अत्र ज्ञानम् इत्युक्ते समुच्चयज्ञानं विरोधस्य विरोधं न अवगाहते. यद्यपि तयोः विरोधम् अस्ति, यद्यपि वह्नि अभावयोः प्रतियोगी अनुयोगी भावः अस्ति खलु, तयोः मध्ये तादृशभावः अस्ति, किन्तु अस्मिन् ज्ञाने विरोधं न अवगाहते. तृतीयज्ञाने इत्युक्ते वह्नि अभावयोः सम्बन्धः एव नास्ति इति नास्ति, सम्बन्धः अस्ति, एकः प्रतियोगी अन्यः अनुयोगी, किन्तु एतत् ज्ञानं विरोधं न अवगाहते. ओ अस्तु, किन्तु पूर्वस्मिन् प्रभेदे संशयः तत्र विरोधः अवगाहते, विरोधम् अवगाहते. तत्र ज्ञानं किं वह्नि अस्ति वा न वा इति ज्ञानम् इति संशयज्ञानं, तत्र ओहो एकः वा अन्यः वा, तत्र विरोधः अस्ति, विरोधः ज्ञानम् अवगाहते, एकः एव भवेत् न तु द्वयं न तु द्वौ इति ज्ञाने विरोधः दृश्यते. अत्र ज्ञाने विरोधः न दृश्यते, यद्यपि विरोधः अस्ति, एकः प्रतियोगी एकः अनुयोगी, तयोः असम्बद्धौ इति नास्ति, सम्बन्धः अस्ति. महोदय अपि च तत्र संशयज्ञान तस्मिन् स्थले तत्र एक एव विशेषता अस्ति यद्यपि तत्र प्रकारताद्वयं भवितुम् अर्हति, परन्तु अत्र अपि समुचे ज्ञाने अपि एकमेव विशेषता अस्ति, परन्तु प्रकारताद्वयं भूत्वा अपि तत्र कोऽपि सम्बन्धः नास्ति तस्मिन्. सम्बन्धः इति ज्ञाने न दृश्यते, ज्ञानं न अवगाहते. किमर्थम् इति वदामि, अग्रे स्पष्टं भवति. अग्रिमज्ञाने तादृशप्रकारताद्वयमस्ति किन्तु सम्बन्धः नास्ति. अत्र तयोः सम्बन्धः अस्ति जानीमः, किन्तु ज्ञानं न अवगाहते. महोदय अत्र महानसे एकस्मिन् कोणे वह्निः अस्ति, अन्यस्मिन् कोणे वह्निः नास्ति, तत्र आधारः भिन्नः भवति, यत्र वह्निः अस्ति तत्र आधारः भिन्नः, यत्र वह्निः नास्ति तत्र आधारः अन्यस् एकस्मिन् देशे वह्निः अस्ति, अन्यस्मिन् देशे वह्निः नास्ति इति कृत्वा तत्र अवच्छेदकं भवति न, अवच्छेदकं भवति महानसम् एकस्मिन् अवच्छेद वह्निना अवच्छेद्या भवति खलु, अन्यस्मिन् कोणे तत्र तादृशभिन्न अवच्छेदकः वह्नि अभावेन अवच्छेद्यः भवति महानसे तथा. यदि महानसम् इति एकमेव स्वीकुर्मः चेत् तत्र इत्युक्ते महानसे भिन्नभिन्नदेशाः न स्वीकुर्मः चेत् तत्र एकः एव विशेष्यता खलु. यथा पर्वत उदाहरणे, पर्वते अस्ति एकस्मिन् कोणे पर्वते वह्नि अस्ति अन्यस्मिन् कोणे नास्ति इति भवितुमर्हति खलु, सम्पूर्णपर्वते वह्नि इति तु न अवश्यम्. तत्र धूमः भवति चेत् कुत्रापि वह्निः भवेत् इति अनुमानं भवति खलु. सत्यम्. किन्तु अत्र संशयज्ञाने अनुमानं नास्ति, केवलं प्रत्यक्षम्। ओ अस्तु, केवलम् इन्द्रियज्ञानम्। खलु अस्तु अग्रे सर्व, तर्हि लक्ष्मी भगिनी अग्रे पठति वा चतुर्थं, चतुर्थप्रकारकप्रभेदः। अस्तु, एकः परिच्छेदः इमौ प्रकारौ तथा पठनीयं वा महोदय? एकनिमिषम्, ओ तथा च पठतु रामप्रिया भगिनी, रामप्रिया भगिनी कृपया पठतु तथा च। आं श्रूयते किल महोदय? तथा च श्रूयते वा? आमां भगिनि। आं क्षम्, तथा च वन्नी वन्नी तद् अभावनिष्ठप्रकारतानिरूपितविशेष्यतानिरूपकज्ञानम् इदं प्रत्योगी अनुयोगी अवगाही अपि तयोः विरोधं न अवगाहते इति स एव समुच्चयः इति उच्यते। अस्तु, तत्र यद् वन्नी वह्निः अस्ति तद् अभावनिष्ठ वह्निः वन्नौ प्रकारता अस्ति, वह्नि अभावे अपि प्रकारता अस्ति, वह्नि तद् अभावनिष्ठप्रकारतानिरूपित विशेष्यता, विशेष्यता तु महानसे अस्ति, विशेष्यतानिरूपकज्ञानं तु एतत् तृतीयविधज्ञानं समुच्चयज्ञानम् इति, तत् प्रतियोगी अनियोगी अवगाही अपि, तत्तु प्रतियोगी अनियोगी, प्रतियोगी इति वह्निः, अनियोगी इति वह्नि अभावः, तयोः तद् अवगाहते, तत् प्रकटीकरोति, परन्तु तयोः मध्ये यद्विरोधः अस्ति तद् न अवगाहते इति समुच्चयः। अस्तु, परन्तु तत्तु एकस्मिन् स्थले नास्ति किल महोदय, देशः तु भिन्नः अस्ति किल? तत्तु साधु, किन्तु वाक्ये किं महानसे महानसं वक्निमत् वक्न्याभाववत् इति वाक्यं, ज्ञानवाक्यं, तस्मिन् वाक्ये आम् यतोहि समुच्चयः अस्ति तस्मात् वक्तुं शक्नुमः महानसं तत्र तत्र भिन्न देश अवच्छेदकम् अस्ति इति, किन्तु ज्ञानवाक्ये द्वौ अपि प्रकारतौ अस्ति, प्रकार द्वे प्रकारते अस्ति इति एव, अत्र च वह्नि अपि च वह्नि अभावनिष्ठ, वह्नि तद् अभावनिष्ठ इति अस्ति किल, वह्नि अपि च वह्नि अभावनिष्ठ प्रकारतानिरूपित विशेषतानिरूपकज्ञानम् एतद् ज्ञानम्। अस्मिन् ज्ञाने वह्नि अपि च अभावः इति इति पदात् प्रतियोगी अनुयोगी भावः अस्ति जानीमः, वह्नि तद्भावनिष्ठ किन्तु तयोः विरोधं न अवगाहते, समानकाले न अस्तित्वं न अवगाहते, विरोधं जानीमः किन्तु किं प्रतियोगी अनियोगी भावः तु स्पष्टः, किन्तु विरोधं न दृश्यते, इतोपि समुच्चयः अस्ति, एतद् प्रतियोगी अनुयोगी यद् अस्मिन् स्थले अस्ति तयोः मध्ये निरूपक निरूपकभावः तु नास्ति किल, निरूपणनिरूपकभावः तयोः मध्ये भवति किल, विरोधभावः नास्ति, निरूपण यदा वयं वदामः वह्नि अभावनिष्ठ अनियोगी निरूपित वह्निनिष्ठ प्रतियोगी इति, तयोः मध्ये तादृशभावः तु न भवितुम् अर्हति किल, किमर्थम् इत्युक्ते यस्मिन् देशे वह्नि अभावः अस्ति तत्र अन्य वह्निः आनयनेन एव तस्य नाशः भवति किल, एतद् वह्निः यदस्ति तस्य अभावः अपि भवितुम् अर्हति, अतः साधु वा? साधु इति पद मया सम्पूर्णतया न अवगतम्. इत्युक्ते एकस्मिन् एकस्मिन् स्थले वह्निः अस्ति, यत्र वह्निः अस्ति तत्र अभावः नास्ति, अन्यस्मिन् कोणे अभावः अस्ति, तस्मिन् कोणे वह्निः नास्ति. इत्युक्ते प्रत्येकस्मिन् कोणे एकः एव अस्ति, किन्तु सम्पूर्णमहानसे समुच्चयः अस्ति. समुच्चयः अस्ति. साधु. प्रश्नः अस्ति वा? द्वयोः प्रत्यक्षमस्ति, पर्वतो वह्निमान् वाना, तत्र प्रत्यक्षं नास्ति द्वयोः, तत् अतः संशयः अस्ति. यथा महोदय वर्गे उक्तवान् संस्कृतज्ञानविषयीभूत नास्ति अत्र महानसं वह्निमत् वह्न्याभाव इति तदाकारे विरोध संसर्ग विरोधनिष्ठसंसर्ग विषयीभूत ज्ञानं नास्ति अत्र संशयज्ञाने विषयीभूत विरोधनिष्ठसंसर्ग विषयीभूतज्ञानम् अस्ति तत् विरोधनिष्ठसंसर्ग यतोहि विरोधः इति न एव अवगाहते ज्ञानं, विरोधं न अवगाहते. यद्यपि विरोधः अस्ति ज्ञानवाक्ये वह्निमत् वह्नि अभाववत् ज्ञानस्य विषयः नास्ति तत्. साधु अग्रे गत्वा इतोपि स्पष्टं भवति इति चिन्तयामि. अग्रिम उदाहरणं दृष्ट्वा तत्र लक्ष्मीभगिनी पठति वा? इमौ प्रकारौ यदा भाव अभावरूपौ न भवतः किन्तु परस्परम् उदासीनौ तदा तत् ज्ञानम् एकत्र द्वयम् इति रीत्या ज्ञानमिति व्यवह्रियते. यथा घटः रूपरसवान् ज्ञाने अस्मिन् एकः घटः विशेषः द्वौ च रूपरसौ प्रकारौ, परन्तु तयोः भाव अभावरूपता नास्ति इति न अयं संशयः न अपि समुच्चयः, किन्तु एकत्र घटे द्वयं रूपं रतश्च एतद् उभयावगाहि ज्ञानमिति प्रसिद्धम्. अस्तु, अस्मिन् उदाहरणे घटे रूपमपि अस्ति रसमपि अस्ति, रूपमपि इमौ प्रकारौ यदा भाव अभावरूपौ न भवतः, इत्युक्ते पूर्वस्मिन् उदाहरणे विशेषतः महानसम् आसीत्, तत्र प्रकारकद्वयं वह्निः भावः वह्निः अस्ति अनन्तरं वह्निः अभावः इति प्रकारकद्वयं, तयोः मध्ये विरोधम् अस्ति किन्तु ज्ञानं तत् न अवगाहते. अत्र अस्मिन् उदाहरणे अपि प्रकारद्वयम् अस्ति किन्तु तयोः मध्ये भावः अभावरूप भावः अस्ति अभावः इति तथा नास्ति, इत्युक्ते भावभावरूपो न भवतः किन्तु परस्परम् उदासीनौ तदा तत् ज्ञानम्. अस्तु, परस्परम् उदासीनौ, उदासीनम् इत्युक्ते अन्यपदम् अहं न जानामि. असम्बद्धौ असम्बद्धौ असम्बद्धौ सम्बन्धः नास्ति. पूर्वस्मिन् उदाहरणे भावः अभावः एकमेव पदार्थः तत्र वह्निः तयोः मध्ये अभावः भावः वह्निः अस्ति वह्निः नास्ति इति तयोः मध्ये विरोधरूपमस्ति इत्युक्ते अस्ति चेत् अभावः इति न वक्तुं शक्नुमः. अत्र तु तथा नास्ति, तयोः मध्ये सम्बन्धः नास्ति, रूपमपि अस्ति रसमस्ति रसः अपि अस्ति, रूपरसः मध्ये किमपि सम्बन्धम् नास्ति, परस्पर उदासीनौ, तदा तत् ज्ञानम् एकत्र द्वयम् इति रीत्या ज्ञानम् इति व्यवह्रियते. अत्र एकत्र द्वयम् इति इत्युक्ते घटे, अस्मिन् उदाहरणे घटे, घटे रूपमस्ति, रूपमपि अस्ति, रसः अपि अस्ति इति तादृशव्यवहारं भवति. इत्युक्ते घटे रूपरसं द्वयमपि अस्ति इति व्यवहारं भवति. एकत्र एव गुणद्वयं व्यवहारमस्ति, यथा घटः रूपरसवान्. अत्र रूपरसवान् इति विशेषणद्वयं, घटः विशेष्यः, घटः विशेष्यः. ज्ञाने अस्मिन् एकः घटः विशेष्यः, द्वौ च रूपरसौ प्रकारौ. अस्तु, आम्, अस्मिन् ज्ञाने यदा यदा वयं वदामः घटः रूपरसवान् इति, तत्र ज्ञाने विषयः ज्ञानस्य विषयमस्ति घटः, घटः विशेषः इति ज्ञानस्य विषयम्. अनन्तरं ज्ञानस्य विषयमस्ति प्रकारद्वयम् इति, घटे रूपमस्ति, घटे रसमस्ति, रसः अपि अस्ति इति द्वौ प्रकारौ अपि ज्ञाने भवति. परन्तु तयोः भाव अभावरूपता नास्ति इति न अयं संशयः. किम् अस्मिन् ज्ञाने द्वौ प्रकारौ मध्ये भाव अभावरूपता नास्ति इति संशयः नास्ति एव. किमर्थं चेत् तयोः मध्ये सम्बन्धः नास्ति. प्रकारयोः मध्ये सम्बन्धः नास्ति. न अपि समुच्चयः. अत्र समुच्चयः इति न समुच्चयः इति ते वदन्ति. समुच्चयः इति पूर्वस्मिन् परिच्छेदे तत्र किम् उक्तमित्युक्ते, यद्यपि प्रकारद्वयोः मध्ये भाव अस्ति, प्रतियोगिता अनियोगिता इति सम्बन्धः अस्ति, तदा तथापि ज्ञाने तयोः मध्ये विरोधम् अस्ति इति न ज्ञान इति तत् तथा नास्ति. इत्युक्ते एकत्र एकस्मिन् विशेष्यता एव प्रतियोगी अनियोगी ज्ञानं भवति, किन्तु तयोः मध्ये विरोधः इति तथा न ज्ञानं अवगाहते इति तत् समुच्चयज्ञानम् इति वक्ष्यते. अत्र तु प्रकारद्वयम् अस्मिन् उदाहरणे प्रकारद्वयं तयोः मध्ये सम्बन्धः नास्ति, तयोः मध्ये विरोधः अपि नास्ति इति कृत्वा समुच्चयज्ञानमिति न वदन्ति खलु महोदय? तदेव खलु, न अपि समुच्चयः इति सम्यक् न अवगतवती. अत्र पश्यतु, त्रिषु स्थलेषु प्रकारता द्वयं, विशेष्यता एका, त्रिषु स्थलेषु. किन्तु संशय यथा भवती उक्तवती, संशयज्ञाने विरोधभावः अस्ति इति ज्ञाने दृश्यते, यतोहि एकः वा अन्यः वा इति ज्ञानं संशयज्ञाने. समुच्चयज्ञाने एकः अपि अन्यः अपि, यद्यपि विरोधभावः अस्ति, प्रतियोगी अन्योगी अस्ति, तथापि ज्ञाने न दृश्यते विरोधभावः. अत्र प्रकारता द्वयं, विशेषता एका, नापि विरोधः न किमपि, विरोधः अपि न, अविरोधः अपि न, सम्बन्धः एव न. खलु, तत् सत्यं. किन्तु किमर्थं न समुच्चयः इति उक्तम् इत्युक्ते इत्युक्ते अत्र समुच्चयज्ञाने इति एकः प्रभेदः अस्ति, तत्र एकत्र प्रकारद्वयमस्ति इति अहं चिन्तितवती. समुच्चयज्ञान न केवलं तथा, समुच्चयज्ञाने एकः तस्य अभावः अपि अस्ति इति मुख्यविषयः. ओ अस्तु. एकः तदभावनिष्ठप्रकारता, वह्निः वा किं धूमः वा किमपि, एकः तस्य अभावः, प्रकारता द्वयं. अभावः भवेत् तयोः मध्ये. समुच्चयज्ञाने अभावभाव तादृशसम्बन्धः अस्ति, किन्तु ज्ञानेन दृश्यते, ज्ञानेन अवगाहते, ज्ञानं न अवगाहते. अत्र तृतीयज्ञाने नापि न संशयः न समुच्चयः, इत्युक्ते भावाभावरूपः नैव नास्ति, असम्बद्धौ उदासीनौ इति. साधु वा, सर्वे अवगच्छन्ति वा भेदः? मम प्रश्नः प्रायः समीचीनं नास्ति, किन्तु एवमेव मनसि आगतं. प्रायः एतत् अन्यप्रभेदाः भवेत् खलु, अन्यप्रभेदः भवेत् खलु एतस्मिन्, एतादृश उदाहरणम् अन्यप्रभेदः एव, यत्र प्रकारता द्वयोः मध्ये किमपि सम्बन्धं नास्ति, एकत्र अनेक एकत्र गते अनेकाः गुणाः सन्ति, प्रकारद्वयं नास्ति, अनेकाः गुणाः सन्ति, एकत्र तत्सर्वं भवति इति ज्ञानस्य सप्रकारकज्ञानस्य अन्यप्रभेदः इति भवेत्. किमर्थं तत् समुच्चयज्ञानं प्रश्नः अस्ति, ममापि तादृशप्रश्नः आसीत्. यतोहि घटे गन्धः अस्ति, परमाणं परिमाणम् अस्ति, बहु किमपि गुणाः सन्ति, तर्हि किमर्थं द्वयमेव स्वीकृतं? प्रायः अग्रे प्रायः आगच्छति. अत्र घटे द्वयमेव उक्तं खलु, एकत्र द्वयम् इति, एकत्र द्वयम् इति ज्ञानम्, एकत्र द्वयं प्रायः एकत्र प्रकारद्वयमेव अत्र स्वीकृतं. किन्तु वयं तु जानीमः घटे बहु किमपि अस्ति, परिमाणम् अस्ति, सङ्ख्या अस्ति, किं गन्धः अपि अस्ति, पृथिवी अस्ति खलु, गन्धः अपि भवेत्, सर्वमस्ति. किन्तु तथा न अस्मिन् अस्मिन् प्रकारभेदे प्रभेदे तथा न लिखितम्. साधु वा एतावता? महोदय, यदा क्षम्यता, यदा घट एकः एव घटः, परन्तु तस्मिन् घटे रूपम् अस्ति, रसस्य अभावः वा अन्यत् किमपि गुणस्य अभावः, तदपि समुच्चयः इति न वदामः वा? तत्रापि विरोधः नास्ति इत्युक्ते रूपं रसाभावः तयोः किमपि सम्बन्धः अस्ति वा? तदपि भवेत् वा, परन्तु एकः एव घटः किल, तस्मिन् एव घटे इत्युक्ते इत्युक्ते अधिकारणं समानम् इति अधिकारणं तत् अस्ति, किन्तु अत्र चिन्तयतु रसः रसाभावः इति अस्ति चेत् तत् साधु समुच्चयः वा संशयः वा, द्वौ स्तः अस्ति समुच्चयः, रसः वा रसाभावः वा इति संशयः, यतोहि रसरसभावः इति प्रतियोगी अन्योगी तौ, किन्तु रूपरसः कः सम्बन्धः? एकः अन्यस्य प्रतियोगी नास्ति, अन्यस्य अनियोगी नास्ति, किमपि तादृशसम्बन्धः नास्ति खलु. रूपं रसं परिमाणं गन्धः, एकः अन्यस्य अभाव प्रतियोगी नास्ति. संशयः समुच्चयविषये एकः अन्यस्य प्रतियोगी अस्ति, तदर्थं तत्र भेदः, एकः भेदः. तृतीयप्रकारे उदासीनौ असम्बद्धौ, एकः किन्तु स्वातन्त्र्यम् इति न वक्तुं शक्नुमः इति खलु, न जानामि, किन्तु एकं रूपम् एकं गन्धं जनयति खलु, इति इत्युक्ते लेमन् येल्लो पेण्ट् करोमि चेत् लेमन् स्मेल् आगच्छति, लेमन् गन्धः आगच्छति, सम्बन्धः तादृशः भवेत्, किन्तु प्रतियोगी अनियोगी सम्बन्धः नास्ति. नास्ति आम्, अस्तु अग्रे सर्वं तर्हि लक्ष्मी भगिनी अग्रे समूह आलम्बनस्वभावः पञ्चमं लक्ष्मी भगिनी अस्ति वा हरि ओम् हलो नास्ति वा अस्तु रामप्रिया भगिनी पठतु आम् महोदय समूह आलम्बनस्वभावः यदा तु प्रकारता अयम् इव प्रकारतायाम् इव विशेष्यतायाम् अपि भेदः भवति तदा तत् ज्ञानं समूह आलम्बनम् इति उच्यते वायुः स्पर्शवान् घटश्च रूपवान् इति तद् उदाहरणम् इह हि स्पर्शे एका प्रकारता रूपे अपरा स्पर्शनिष्ठप्रकारतानिरूपितविशेष्यता वायौ रूपनिष्ठप्रकारतानिरूपितविशेष्यता घटे तयोश्च विशेष्यतायोः प्रकारतायोः वा पुनः परस्परं न कोऽपि सम्बन्धः इदमेव नानामुख्यविशेष्यतानिरूपकं ज्ञानं समूह आलम्बनम् इति शास्त्रे व्यवह्रियते अस्य च ज्ञानस्य अयम् अपरो विशेषः यत् प्रकारतानां विशेष्यतानां वा यथा नास्ति कदाचित् द्वे विशेष्यते ततोपि अधिकाः वा विशेष्यताः प्रकारताश्च भवन्ति अस्तु नूतनपरिच्छेदं नूतनविषयः समूह आलम्बनस्वभावः समीपं महोदय अन्य किमपि विघ्नः आगच्छत् अतः अभवम् अधुना अहं कक्ष्यामस्मि अस्तु अस्तु वयं पञ्चमं रामप्रिया भगिनी पठन्ती अस्ति पञ्चम प्रकारः एकवारं पठितवती इति इदानीं प्रतिपादयति भवती रामप्रिया भगिनी कृपया आम् यथा यदा तु प्रकारता अयमेव विशेष्यता अयम् अपि भेदः प्रकारतायां यदा प्रकारतायाम् इव विशेष्यतायाम् अपि भेदः भवति वयं तु दृष्टवन्तः इदानीं पर्यन्तं प्रकारतायाः भेदः इदानीं विशेष्यतायामपि भेदः भवति इति इति पञ्चमविध समूह आलम्बनस्वभावः अस्मिन् विधे प्रायः वयं पश्यामः तद् ज्ञानं कीदृशम् इति तस्य नाम एव समूह आलम्बनम् इति उच्यते तत्र वयं उदाहरणरूपेण वायुः स्पर्शवान् घटञ्च रूपवान् इति घटः च रूपवान् इति उदाहरणं स्वीकुर्मः तत्र विशेष्यता द्वयमस्ति इति दत्तम् इह हि स्पर्शे एका प्रकारता स्पर्शः तस्मिन् प्रकारता अस्ति अन्यत् प्रकारता तु रूपे अस्ति यद् घटस्य गुणः घटः विशेष्यता विशेष्यतानिष्ठ रूपं तस्मिन् प्रकारता अस्ति स्पर्शनिष्ठप्रकारतानिरूपितविशेष्यता वायौ वायुनिष्ठविशेष्यता द्वितीयमस्ति रूपनिष्ठप्रकारता निरूपित विशेष्यता घटे घटनिष्ठविशेष्यता इति द्वितीयम् अतः तत्र विशेष्यता द्वयमस्ति वायौ अनन्तरं घटे इति विशेष्यताद्वयं प्रकारता अपि द्वयं स्पर्शः रूपं परन्तु अधिकरणं तु समान महोदय श्रूयते वा मध्ये किमपि तयोश्च विशेष्यतायोः विशेष्यतयोः प्रकारतयोः वा पुनः परस्परं न कोऽपि सम्बन्धः अस्तु, यदा यद्यपि वायोस्पर्शः अस्ति, घटे रूपम् अस्ति, प्रकारताद्वयम् अस्ति, विशेषताद्वयम् अस्ति, परन्तु तयोः मध्ये न कोऽपि सम्बन्धः, विरोधः अपि नास्ति, सम्बन्धः अपि नास्ति. इदमपि इदमेव नानामुख्यविशेष्यतानिरूपकं ज्ञानं, तस्य नामकरणं दत्तमस्ति समूह आलम्भनम् इति शास्त्रीयनाम अस्ति. नानामुख्यविशेष्यतानिरूपकं ज्ञानं, नानामुख्य इत्युक्ते विविध विविध भिन्नभिन्नविषये इति भिन्नभिन्नप्रधान इत्युक्ते उदाहरणं वर्गे उक्तं यथा भूतलं दण्डी पुरुषवत् इति वाक्यं पश्यतु, तत्र विशेषता पुरुषे अपि अस्ति, दण्डी पुरुषवत् विशेषता भूतले अपि अस्ति खलु. दण्डः विशेषणं पुरुषस्य, दण्डीपुरुषः विशेषणं भूतलस्य, किन्तु तत्र मुख्यप्राधान्यं भूतले अस्ति, भूतलं दण्डीपुरुषवत् मुख्यविशेषता भूतले अस्ति अस्मिन् वाक्ये, प्राधान्यं भूतले अस्ति. यद्यपि पुरुषः अपि विशेषः, दण्डेन विशेषः, किन्तु मुख्यविशेषः भूतलं. किन्तु अस्मिन् वाक्ये नाना मुख्यविशेषता, वायुपि मुख्यं मुख्यः, घटः अपि मुख्यः, नाना मुख्यविशेषता, बुद्धं भिन्न बहु बहु विशेषता बहुत्र अस्ति, प्राधान्यविशेषता मुख्यविशेषता इति आशयः. मुख्य नाना मुख्यते नाना प्राधान्य प्राधान्यं प्राधान्यभूत. तत्र दण्डी पुरुषवद् इति वाक्ये पुरुषे गौणी विशेष्यता, भूतले मुख्यविशेष्यता, पुरुषे गौणी विशेष्यता इति उच्यते. सेकेण्डरी प्रायः सेकेण्डरी प्रैमरी इति अत्र नाना मुख्य विशेषता सर्वत्र प्रैमरी, वायुः अपि मुख्यः, घटः अपि मुख्यः इति खलु. आम् आं महोदय, अस्तु. तस्य एव नाम अस्ति समूह आलम्भनम् इति, नाना मुख्यविशेष्यता अस्य नाम ज्ञानं, निरूपकं ज्ञानम्. अस्य च ज्ञानस्य अयम् अपरो विशेषः, अन्यविशेषः अपि अस्ति अस्मिन् ज्ञानस्य, किम् इत्युक्ते यत् प्रकारतानां विशेष्यतानां वा इयथा नास्ति. प्रकारता विशेष्यतानां इयथा इत्युक्ते किं महोदय? सीमा, परिमितं सीमा, अस्तु. द्वौ एव भवेत् इति नियमः नास्ति प्रायः. पूर्वम् अस्माभिः चर्चितम् अत्र भवति, घटे रूपम् अस्ति, गन्धः अस्ति, परिमाणम् अस्ति, सर्वं भवेत्. विशेष्यतानां सीमा नास्ति, प्रकारतानां सीमा नास्ति. कदाचित् द्वे विशेष्य आं महोदय कदाचित् द्वे विशेष्यते ततोपि अधिकाः वा विशेष्यताः प्रकारताश्च भवन्ति. कदाचित् तु यदा भवान् एव उक्तवान् इदानीं द्वे विशेष्यते तदा ततोपि अधिकः अपि विशेष्यतारूपेण आगन्तुं विशेष्यताः वा प्रकारताः वा भवन् अधिक अधिकगुणाः अपि भवितुम् अर्हति. यथा वायुः स्पर्शवान्, अपि च घटः रूपवान्, अपि च आकाशः शब्दवत्, आकाशः शब्दवान् इति एकं वाक्यं, तत्र त्रयमस्ति विशेषः, त्रयविशेष्यताः. समूह आलम्बनम् इति ज्ञाने तदपि तस्यापि गणितं भवति इति पञ्चविधम् एतावता. प्रश्नः अस्ति वा अस्मिन् पञ्चमविषये? सर्वं बुद्धं सरला भगिनी, लक्ष्मी भगिनी साधु, ललिता महोदय साधु. समानकाले अनेकः ज्ञाने अनेकाः विशेष्याः अपि च तत्र प्रकारताः भवितुमर्हति इति वक्तुं संक्षेपेण अपि च असम्बद्धौ भावाभाव इति रूपः नास्ति. अतः एव मनः इतः ततः गच्छति परिभ्रमति. भावाभावरूपं केवलं संशयज्ञाने समुच्चयज्ञाने, अन्यत्र भावाभावः इति रूपः नास्ति. खलु चतुर्थवेदज्ञाने प्रकारताद्वयं किन्तु उदासीनौ, अपि च समूह आलम्बने सीमा एव नास्ति, सम्बन्धः नास्ति, सीमा नास्ति, विशेषताद्वयं प्रकारताद्वयं द्वयं वा त्रयं वा गणना एव नास्ति तत्र. अस्तु, तावदेव वर्गे पठितं. प्रश्नः नास्ति चेत् तत्र स्थापयितुं शक्नुमः. किमपि चिन्तनम् अस्ति वा अन्य? अस्तु, धन्यवादः तर्हि. शुभरात्रिः. धन्यवादः. धन्यवादः महोदय.